पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 100 नारद उवाच जालन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः निर्जगामाशुदैत्यानां कोटिभिः परिवारितः गतस्तस्याग्रधः शुक्रो राहुर्दृष्टिस्थितो भवद मुकुटश्चापतद्भूमौ वेगात् प्रस्खलितस्तदा दैत्यसैन्यवृतैस्तत्र विमानानां शतैस्तदा व्यराजद नभःपूर्णं प्रावृषीव बलाहकैः तस्योद्योगं तदा दृष्ट्वा देवाशक्रपुरोगमः अलक्षितत्वराजग्मुशूलिनं ते व्यजिज्ञपन् देवावूचुः न जानासि कथं स्वामिन् देवा विज्ञापयन्ति भो तदस्मद्रक्षणार्थाय जहि सागरनन्दनं नारद उवाच इति देववच श्रुत्वा प्रहस्य वृषभध्वजः महाविष्णुं समाहूय वचनं चेदमब्रवीद ईश्वर उवाच जालन्धरः कथं विष्णो न हद सङ्करे त्वया तद्भयाच्चापयातोऽसि त्यक्त्वा वैकुण्ठमात्मनः भगवानुवाच तवांश सम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः न मया निहदसङ्ख्ये त्वमेनं जहिदानवम् ईश्वर उवाच नायमेभिर्महतेजशस्त्रास्त्रैर्वध्यते मया देवैः सर्वैः स्वतेजोंश शस्त्रार्थे दीयतां मम नारद उवाच अथ विष्णुमुखा देव स्वतेजांसि ददुस्तदा तान्येकत्वं गदानीशो दृष्ट्वा तेजो महांस्तदा तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमं चक्रं सुदर्शनं नाम ज्वालामालादिभीषणं तेजशेषेण च तदा वज्रं च कृतवान् हरः तावज्जलन्धरो दृष्टकैलासतलभूमिषु हस्त्यश्वरथपत्तीनां कोडीभिः परिवारितः तं दृष्ट्वा हर्षिताः सर्वे देवा जग्म्युर्यथागतं गणाश्च समनह्यन्द युद्धायादित्वरान्विदाः नन्दी भवक्त्र सेनानीमुखाः सर्वे शिवाज्ञया अवतेरुर्गणाः सर्वे कैलासाद्युद्धदुर्मदाः ततः सम भवद्युद्धं कैलासो पत्यका भुवि प्रमदाधिपदैत्यानां घोरं शस्त्रास्त्रसङ्कुलं भेरी मृदङ्गशङ्खौख निःस्वनैर्वीरहर्षणैः गजाश्वरथशब्दैश्च नादिदा भूर्व्यकम्पत शक्तितोमरबाणौखैर्मुशलप्रासपट्टिशैः व्यराजदनभपूर्णमुल्काभिरिव संवृतं निहतैरथ नागाश्वै सर्वा भूमिर्व्यराजद वज्राहदाश्चलशिरः शकलैरिव संवृदा प्रमदाहद दैत्यौखैर्दैत्याहद गणैस्तथा वसा शृङ्मांस पङ्काद्यैर्भूरगम्याभवत्तदा प्रमदाहद दैत्यौखान् भार्गव समजीवयद युद्धे पुनः पुनश्चैव मृदः सञ्जीवनी बलाद तं दृष्ट्वा व्याकुली भूत्वा गणाः सर्वे भयार्दिताः शशंसुर्देवदेवेशं तत्सर्वं शुक्रचेष्टितम् अध रुद्रमुखात् कृत्या बभूवादिवभीषणा तालजङ्घोदरी वक्रा स्तनापीडितभूरुहा सा युद्धभूमिमासाद्य भक्षयन्ती महासुरान् भार्गवं स्वकरे धृत्वा जगामान्तर्हिता भवद विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तदा प्रम्लानवदना दर्पान्निजघ्नोर्युद्धदुर्मदाः अधा भज्यद दैत्यानां सेना गणभयार्दिता वायुवेगहदा यद्वत् प्रकीर्ण तृणसंहतिः भग्नां गदभयाच्छेनां दृष्ट्वा हर्षं गणाययुः निशुम्भ शुम्भसेनान्यौ पालनेमिश्च वीर्यवान् त्रयस्ते वारयामासुर्गणसेनां महाबलाः मुञ्चदशरवर्षाणि प्रावृषीव बलाहकाः ततो दैत्यशरौ हस्ते शलभानामिव व्रजाः रुरुदुःखं दिश्य सर्वा गणसेनामकम्पयन् गणा शरसदैर्भिन्ना रुधिरा सारवर्षिणः वसन्ते किं शुकाभासा न प्राज्ञायत किञ्चन पतिताः पात्यमानाश्च छिन्ना भिन्नास्तदा गणाः त्यक्त्वा सङ्ग्रामभूमिं ते सर्वेऽपि विमुखा भवन् तदप्रभग्नं स्वबलं विलोक्य गजास्य नन्दीश्वर कार्तिकेयाः चिरान्विदा दैत्यवरान् प्रसह्य निवारयामासुरमर्षणास्ते इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामसंवादे दैत्यसेनावधो नाम शततमोऽध्यायः ॐ